सर्वेषां गीतसोपानवर्गं प्रति स्वागतम्। वर्गस्य आरम्भे सुभाषितं श्रूयते, पश्चात् पाठः आरभ्यते। भगिनी एकवारं सुभाषितं स्मारयतु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशस्सुखकरी, विद्या गुरूणां गुरुः, विद्या बन्धुजनो विदेशगमने, विद्या परा देवता, विद्या राजसु पूज्यते न तु धनं, विद्याविहीनः पशुः। धन्यवादाः। प्रवर्तमानः पाठः अस्ति पञ्चमी विभक्तिः। पञ्चमी विभक्तिः द्विधा वर्तते, कारकपञ्चमीविभक्तिः, उपपदपञ्चमीविभक्तिः। पञ्चमीविभक्तेः विधायकसूत्रमस्ति अपादाने पञ्चमी, अपादाने पञ्चमी इति सूत्रमस्ति। अपादानम् इति एका संज्ञा अस्ति, अपादानसंज्ञा विधायकसूत्राणि अपि सन्ति। वृक्षात् पर्णं पतति इति वाक्यमस्ति चेत् वृक्षात् पर्णं पतति इत्यस्मिन् वाक्ये यस्मात् विभागः भवति, यस्मात् पर्णस्य विभागः भवति, तस्य पञ्चमी विभक्तिः भवति। वृक्ष इत्यस्य अपादानसंज्ञा अस्ति, अतः तस्य पञ्चमी विभक्तिः भवति। अपादानम् इति एका संज्ञा, अपादानसंज्ञाविधायकसूत्राणि बहूनि सन्ति संस्कृतभाषायां, बह्व्यः संज्ञाः सन्ति, तेषु एका संज्ञा अस्ति अपादानसंज्ञा। अपि च पञ्चमीविभक्तेः प्रसङ्गे कारकपञ्चमीविभक्तिः अस्ति, उपपदपञ्चमीविभक्तिः अपि अस्ति। उपपदपञ्चमीविभक्तेः प्रसङ्गे अपि विधायकसूत्राणि बहूनि सन्ति। अद्य वयं गीतासोपानं पुस्तकात् पञ्चमीविभक्तेः प्रसङ्गे पठामः, 23-100 पुटं पश्यन्तु। पुटसङ्ख्यायाः प्रसङ्गे किञ्चित् वक्तुमिच्छामि, 23 पुटं पश्यन्तु इति अपि साधु, नो चेत् 23 पुटं पश्यन्तु इत्यपि साधु, रूपद्वयमपि साधु एव, 23 पुटं पश्यन्तु अथवा 23 पुटं पश्यन्तु। तस्मिन् पुटे 6th अभ्यासः, साधारणतया किं वदामः, 7th, 8th, 9th, 10th एवं वदामः, किन्तु 6th इति पदस्य प्रसङ्गे 6th अभ्यासः इति एव वक्तव्यमस्ति। 6th अभ्यासात् आरभ्य चिन्तनं करवाम, आरभ्य इति उपपदमस्ति, 6th अभ्यासात् आरभ्य पठेम, तत्र आरभ्य इति एकम् उपपदमस्ति, आरभ्य इति उपपदमस्ति इति कारणतः पञ्चमी विभक्तिः भवति। आरभ्य प्रभृतिः, पूर्वं, परं, ऋते, एतादृशानि पदानि उपपदानि सन्ति चेत् तत्र पञ्चमी विभक्तिः भवति। उदाहरणार्थं वाक्यद्वयं वदामि, मासात् आरभ्य मेघः वर्षति, मासात् आरभ्य मेघः वर्षति इति वाक्यमस्ति चेत् तस्मिन् आरभ्य इति उपपदमस्ति इति कारणतः मासम् अवधिम् आदाय, मासम् अवधिम् आदाय मेघः वर्षति इति अर्थः। एवमेव बाल्यात् आरभ्य 5 उत्तिष्ठामि, बाल्यात् आरभ्य, तत्रापि बाल्यम् अवधिम् आदाय 5 उत्तिष्ठामि। एतादृशानि वाक्यानि परिशीलयामश्चेत् तेषु वाक्येषु आरभ्य इति उपपदमस्ति इति कारणतः उपपदपञ्चमी विभक्तिः भवति। अद्य वयं 6th अभ्यासात् आरभ्य पठेम, वृक्षात् फलानि पतन्ति इति वाक्यमस्ति। फलानि इति पदं यत्र कुत्रापि वाक्ये पश्यामश्चेत् फलानि इति पदं सुबन्तपदमस्ति, तिङन्तपदमपि अस्ति। फलं, फले, फलानि, प्रथमाविभक्ति बहुवचनरूपं फलानि अस्ति, द्वितीयाविभक्ति बहुवचनरूपमपि फलानि अस्ति, तत्पदं सुबन्तपदं, किन्तु तिङन्तपदमपि अस्ति। कथं, फल इति धातुः अस्ति, फलधातोः लोट् लकाररूपमस्ति, उत्तमपुरुष एकवचनरूपमस्ति, फलतु, फलतां, फलन्तु, फल, फलतं, फलत, फलानि, फलाव, फलाम, एवं रूपाणि सन्ति, तादृशधातुः अस्ति, फलधातोः लोट् लकार उत्तमपुरुष एकवचनरूपं फलानि अस्ति. इत्युक्ते मम आशयः कः, फलानि इति पदं सुबन्तपदमपि अस्ति, तिङन्तपदमपि अस्ति. अद्य वयं पुस्तकात् पठेम. 23 अधिक 100 पुटं पश्यन्तु. तत्र सूचना अस्ति कः कस्मात् किं प्राप्तवान् इति अधः लिखितमस्ति. तस्मात् आरभ्य पठेम. सुजाता भगिनी आरम्भं करोतु. कः कस्मात् किं प्राप्तवान् इति अधः लिखितमस्ति. एतस्य आधारेण यदोदाहरणवाक्यानि वदत. उदाहरणमस्ति, अर्जुनः शिवात् पाशुपतास्त्रं प्राप्तवान्. पठामि भगिनी, विश्लेषणं करणीयमस्ति. सूचनायाः प्रसङ्गे प्रत्येकं पदं स्वीकृत्य वदतु. कः कः अस्ति षष्ठीविभक्ति न किं किं कः प्रथमाविभक्ति एकवचनमस्ति. उत्तमं. प्रातिपदिकं किं किं प्रातिपदिकम् अस्ति. कः किं प्राप्तवान्, कः प्राप्तवान्, तयोर्मध्ये सम्बन्धः अस्ति. कः प्राप्तवान् इत्युक्ते प्राप्तवान् इति अपि पुंलिङ्गे अस्ति, एकवचने अस्ति, प्रथमाविभक्तौ अस्ति. किं शब्दस्य पुंलिङ्गरूपमस्ति कः, अग्रे वदतु. कस्मात् पञ्चमी विभक्ति अस्ति. कः शब्दस्य कस्मात् अस्ति. किं विभक्तिः का, कस्मात् पञ्चमी विभक्ति अस्ति. किं कर्मपदमस्ति. किं प्राप्तवान् प्राप्तवान् तवन् त्वान्तरूपमस्ति, तौतरूपमस्ति. आप् प्रा उपसर्ग अस्ति. आप् शब्दस्य प्राप्नुवान् प्राप्तवान् प्रा उपसर्गपूर्वकः आप् धातुतः तवतु प्राप्तवत् इति प्रातिपदिकमस्ति. अत्र पुंलिङ्गे रूपं दत्तमस्ति. किम् अपि च प्राप्तवान् तयोर्मध्ये सन्धिकार्यमस्ति, वदतु. किम् अनुनासिकसन्धि अस्ति. अनुनासिकसन्धिः इति न अनुस्वार भ्रमः मास्तु. अनुस्वारसन्धिः. प्राप्तवान् व्यञ्जनमस्ति. इत्यनेन किं भवति, मकारः न भवति, अनुस्वारः. उत्तमं. मोनुस्वारः इति सूत्रेण हलि परे, इत्युक्ते मकारात् परं हल् वर्णः अस्ति इति कारणतः मोनुस्वारः इति सूत्रेण मकारस्य स्थाने अनुस्वारादेशः भवति. इदं कार्यं पदान्तकार्यम्. अत्र किम् इति पदमस्ति, पदान्तकार्यमस्ति इति कारणतः मोनुस्वारः इति सूत्रेण कार्यं भवति. किन्तु अपदान्तकार्यमस्ति चेत्, अपदान्तक अस्ति चेत् मोनुस्वार किं मकारः भवति. अत्र तु पदान्तमकारस्य स्थाने अनुस्वारादेशः भवति मोनुस्वारः सूत्रेण. किन्तु यत्र कुत्रापि अपदान्तमकारः अस्ति चेत् तत्र कार्यं नश्चापदान्तस्य झलि इति सूत्रेण भवति. नंस्यति इति रूपमस्ति चेत् नंस्यति इत्यत्र धातुः नम् अस्ति. नम् धातोः परं स्यति इति प्रत्ययं योजयामः. किन्तु नम् इत्यत्र मकारस्य स्थाने अनुस्वारादेशः तु भवति, किन्तु तत्र सूत्रमस्ति नश्चापदान्तस्य झलि. अग्रे वदतु. प्राप्तवान् इति अधः अधः अव्ययमस्ति. लिखितमस्ति लिखितमस्ति लिख लिखितमस्ति किं वदनीयं भगिनि. तत्र सन्धिकार्यमस्ति वा? लिखितम् अस्ति. सन्धिकार्यं तु न, मेलनमेव भवति. लिखितम् एकं पदमस्ति, अस्ति इति अन्यत् पदमस्ति. तत्र केवलं वर्णमेलनमेव अस्ति. लिखितमस्ति तत्र सन्धिकार्यं नास्ति. मकारः अस्ति किन्तु तस्मात् परं हल् वर्णः नास्ति, अच् वर्णः अस्ति इत्यतः सन्धिकार्यं नास्ति. लिखितं पदं कीदृशम्? लिखितं कृतप्रत्ययः लिखितं दर्शना भगिनी वदतु कृतप्रत्ययः अस्ति नपुंसकलिङ्गे उत्तमम् नपुंसकलिङ्गे लिख् धातुः अस्ति लिख् धातुः हलन्तधातुः अतः सेट् भवति क्ताप्रत्ययः अपि सेट् प्रत्ययः अतः इडागमः भूत्वा लिखित इति रूपं सिद्ध्यति पठित लिखित खादित इत्यादिषु इडागमयुक्तं रूपं सिद्ध्यति किमर्थं चेत् धातुः सेट् धातुः क्ताप्रत्ययः तु सेट् एव तत्र धातुः अपि सेट् भवेत् चेदेव इडागमः दृश्यते किन्तु गत इत्यत्र इडागमः नास्ति किमर्थं चेत् गम् धातुः अनिट् धातुः अग्रे सरतु एतस्य सर्वनामपदमस्ति षष्टिविभक्ति एकवचनमस्ति आधारेण तृतीयाविभक्ति अस्ति कारणविभक्ति कारणकारकम् किं वक्तुं शक्यते एतस्य इत्यत्र प्रातिपदिकं किम् एतस्य प्रातिपदिकं किम् सूरीकुमारी भगिनी वदतु एतद् इति प्रातिपदिकम् अस्ति आधारेण इत्यत्र आ उपसर्गपूर्वकः ध्रु धातुः अस्ति ध्रु धातुतः धारः इति रूपं सिद्ध्यति आधारः इति पुंलिङ्गपदमस्ति किन्तु अत्र तृतीयान्तं रूपं दत्तमस्ति आधारेण सूर्यकुमारी भगिनी णत्वं किमर्थम् अस्ति केन सूत्रेण णत्वं भगिनी भग्नम् आधारेण इत्यत्र अणत्वम् अस्ति केन सूत्रेण अणत्वं भवति नूणः किं सूत्रं पूर्णतया वक्तव्यं तर्हि अहं म्यूट् करिष्यामि सूर्यकुमारी भगिनी वदतु अटुकुप्वाङ्नमाव्यवापि सम्पूर्णम् अथवा पूर्णम् इत्यत्र अणत्वं भवति आधारेण इत्यत्रापि अणत्वं भवति द्वयोर्मध्ये अणत्वप्रसङ्गे भेदः कः तारतम्यं किम् अथवा पार्थक्यं किम् आधारेण इत्यत्र भिन्नसूत्रेण अणत्वं पूर्णम् इत्यत्र भिन्नसूत्रेण अणत्वं वदतु रसाभ्यां नूनः वदतु रसाभ्यां नूनः इच्छनेन पूर्ण इति पदस्य णत्वं भवति रेफात् अनन्तरमेव न अस्ति उत्तम रेफस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति इति कारणतः रसाभ्यां नोणः समानपदे इति सूत्रेण अणत्वं भवति किन्तु आधारेण इत्यत्र किं भवति आधारेण अट्कुप् वाङ्नुं यवायेपि इच्छनेन णत्वं भवति एकारः अस्ति अन्य कोऽपि बाधावर्णः नास्ति इच्छनेन आधारेण भवति उत्तमं रेफ दन्त्यनकारयोः मध्ये के के वर्णाः सन्ति इति प्रश्ने सति आधारेण इत्यत्र रेफात् परम् एकारः अस्ति एकारः अट् प्रत्याहारस्थवर्णः अतः तस्य बाधा नास्ति मध्ये व्यवधानरूपेण केचन वर्णाः सन्ति किन्तु ते वर्णाः बाधकवर्णाः न सन्ति इति कारणतः अत्र अट्कुप्वाङ्नुं व्यवायेपि सूत्रेण अणत्वं भवति यथोदाहरणम् इति अव्ययपदमस्ति अव्ययीभावसमासः अस्ति यथा उदाहरणं यथोदाहरणं यथाशक्ति यथोचितम् इत्यादीनि पदानि अव्ययीभावसमासयुक्तानि पदानि भवन्ति वाक्यानि वदत इति लिखितम् अस्ति वाक्यानि इति द्वितीयाविभक्तिरूपम् अस्ति कर्मपदमस्ति वदत तस्य रूपाणि वदतु वदतु वदतां वदन्तु वदतं वदत भगिनी मध्यमपुरुष एकवचनं वदतु वदः वद वद वद वद वदतं वदत वदामि वदानि वदाव वदाम उत्तमं लोट्लकाररूपाणि अत्र वदतु वदतां वदन्तु वद वदतं वदत वदानि वदाव वदाम यथा मया उक्तं पूर्वं खलु फलानि इति पदमस्ति फलानि इति सुबन्तपदमस्ति किन्तु फलधातोः लटिरूपं फलति फलधातोः लोट् रूपम् उत्तमपुरुष एकवचनरूपं फलानि फलानि फलाव फलाम एवं रूपाणि अपि तिङन्तरूपाणि सन्ति इति स्मारितवती इदानीं वाक्यानि पूरयतु उदाहरणम् अर्जुनः शिवात् पाशुपतास्त्रं प्राप्तवान् अर्जुनः अकारान्त पुंलिङ्ग एकवचनमस्ति शिवात् शिवः अकारान्त पुंलिङ्ग एकवचनं तत् पञ्चमी विभक्ति अस्ति पाशुपतास्त्रं कर्मपदमस्ति प्राप्तवान् प्रा उपसर्ग आप् धातुतः प्राप्तवान् उत्तमम् अत्र कस्मात् प्राप्तवान् शिवात् प्राप्तवान् किं प्राप्तवान् पाशुपतास्त्रं प्राप्तवान् कः प्राप्तवान् अर्जुन उत्तमं पाशुपतास्त्रं पाशुपतम् इति पदं सुन्दरमहोदय वदतु पाशुपदं पदं पदम् इति पद् धातोः इति पाशुपतास्त्रं पाशु पाशु इति पदं पाशुपदं न तथा नास्ति अस्ति किं भगिनि पाशुपतेः अस्त्रम् इति तद्धितप्रत्ययान्तपदमस्ति पशुपतिः पशुपतिः इत्यस्य विग्रहवाक्यं किं भवति पशूनां पतिः पशुपतिः उत्तमं पशूनां पतिः पशुपतिः तत्र षष्टितत्पुरुषसमासः अस्ति तावत्पर्यन्तं साधु एव किन्तु पशुपति इति शब्दात् पाशुपतम् इति रूपं साधितम् इदं पदं तद्धितप्रत्ययान्तपदम् अण् इति इत्युक्ते पशुपतेः इदं पाशुपतं सुन्दरमहोदय भवान् वदतु शिवरात्रिः इति पदमस्ति शिवरात्रिः इत्यत्र विग्रहवाक्यं किं भवति विग्रहवाक्यं शिवाय रात्रिः शिवाय रात्रिः शिवरात्रिः चतुर्थी विभक्ति आगन्तव्यं किल न शिवरात्रिः इति पदमस्ति चेत् विग्रहवाक्यं कथं वक्तव्यम् इत्युक्ते शिवारात्रिः शिवा च एषा रात्रिः च तत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति शिवारात्रिः शिवा इति पदं जाकाल् इति भाति किल शिव इत्युक्ते शुभम् शुभम् शिवः इत्युक्ते शुभङ्करः कल्याणकरः इति अर्थः यथा महोदयेन उक्तं पशूनां पतिः एव पशुपतिः पशुः इत्युक्ते जीवः जीवानां पतिः इति अपि वक्तुं शक्यते शिवा च सा रात्रिः च इति विग्रहवाक्यमस्ति तत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति एवमेव शुभरात्रिः तत्रापि शुभा च सा रात्रिः च इति विग्रहवाक्यं भवति तत्रापि विशेषणपूर्वपदकर्मधारयसमासः किन्तु नवरात्रम् इति वक्तव्यमस्ति नपुंसकलिङ्गपदं भवति किमर्थं चेत् तत्र एकं वार्तिकमस्ति सङ्ख्यापूर्वं रात्रं क्लीबम् इति वार्तिकेन नवरात्रम् नवरात्रम् इति पदं नपुंसकलिङ्गपदं शिवरात्रिः इति स्त्रीलिङ्गपदं शुभरात्रिः अपि स्त्रीलिङ्गपदं किन्तु अहोरात्रः इति पुंलिङ्गपदमस्ति तस्य कृते अपि सूत्रमस्ति अहोरात्रः सर्वरात्रः सङ्ख्यातरात्रः एवं पुंलिङ्गपदानि भवन्ति कथम् इत्युक्ते तत्रापि सूत्राणि सन्ति उत्तरपदं रात्रिः अस्ति चेत् समस्तपदानां प्रसङ्गे बहु किमपि चिन्तनमस्ति इत्युक्ते उत्तरपदं रात्रिः अस्ति पूर्वपदं कीदृशमस्ति इति तत्र द्रष्टव्यं तत्र कीदृशसमासः अस्ति इति अपि परिशीलनीयमस्ति कानिचन पदानि पुंलिङ्गपदानि, कानिचन नपुंसकलिङ्गपदानि, नवरात्रम् इति नपुंसकलिङ्गपदम्, नवानां रात्रीणां समाहारः नवरात्रम्, शिवरात्रिः इत्यत्र शिवा च सा रात्रिः च इति विशेषणपूर्वपद कर्मधारे समासः. अग्रे सरेम सुजाता भगिनी अग्रिमं वाक्यं करोतु. अर्जुनः अग्निनः गाण्डीवम्. अर्जुनः अग्नेः गाण्डीवं प्राप्तवान्. पुनः वाक्यं वदतु. अर्जुनः अग्नेः इकारान्तशब्दमस्ति हरिशब्दवत्, तत् पञ्चमी विभक्ति अस्ति. अग्नेः गाण्डीवं कर्मपदमस्ति. उत्तमम्. अग्नेः प्राप्तवान्. अग्रे करोतु. कृष्णः इन्द्रः शक्त्यायुधं शक्त्यायुधं प्राप्तवान्. कृष्णः इन्द्रात् शक्त्यायुधं प्राप्तवान्. कृष्णः अकारान्त पुंलिङ्ग प्रथमा विभक्ति अस्ति. कर्णः, सारि क्षम्यतां भगिनि, कर्णः. कर्णः अकारान्त पुंलिङ्ग प्रथमा विभक्ति एकवचनम्. इन्द्रः अकारान्त पुंलिङ्गमस्ति इत्यनेन इन्द्रात् पञ्चमी विभक्ति भवति. शक्त्यायुधं शक्त्यस्य आयुधं शक्त्याः आयुधं नामकम् आयुधम्. आयुधम् इति नपुंसकलिङ्गपदमेव. कर्मधारयसमासः भवितुमर्हति. तत्पुरुषसमासस्य एकः प्रभेदः एव कर्मधारयसमासः. तत्पुरुषसमासे उत्तरपदप्राधान्यं वर्तते. अत्र आयुधम् इति उत्तरपदमस्ति. आयुध इति अकारान्तप्रातिपदिकमस्ति. यत्र यत्र समस्तपदेषु उत्तरपदप्राधान्यं वर्तते तत्र तत्पुरुषसमासः भवति. तत्पुरुषसमासस्य एकः प्रभेदः एव कर्मधारयसमासः. कर्मधारयसमासस्य प्रसङ्गे सामानाधिकरण्यं वर्तते. सा भिन्ना वार्ता. अग्रे सरतु. कृष्णः पाञ्चजन्यः पाञ्चजन्यः सम्यक् पठतु. कृष्णः पञ्चजनः पाञ्चजन्यः प्राप्तवान्. कृष्णः पाञ्चजनः प्रथमाविभक्ति एकवचनमस्ति. तत् पञ्चमी विभक्ति अस्ति. पाञ्चजनात् सम्यक् वदतु. पञ्चजनात् पाञ्चजन्यः प्राप्तवान्. पाञ्चजनात् पाञ्चजनाभ्यां पाञ्चजन् तत्र भ्रमः मास्तु. पञ्चजनात् पञ्चजनाभ्यां पञ्चजनेभ्यः. सम्यक् अस्ति भगिनि. इदानीं वाक्यं पूरयतु. कृष्णः पञ्चजनात् पाञ्चजन्यः प्राप्तवान्. किमर्थं जन्यः? जन्यः पाञ्चजन्यः कर्मपदं खलु. पाञ्चजन्यं प्राप्तवान्. पाञ्चजन्यः न जानामि भगिनि. पाञ्चजन्यः भ्रमः मास्तु. पाशुपतास्त्रम् इति नपुंसकलिङ्गपदं. गाण्डीवं नपुंसकलिङ्गपदं. शक्ति आयुधम् इति नपुंसकलिङ्गपदं. पाञ्चजन्यम् इत्यपि नपुंसकलिङ्गपदमस्ति. आप् धातुः सकर्मकः अस्ति इति कारणतः किं प्राप्तवान् इति प्रश्ने सति पाञ्चजन्यं प्राप्तवान्. चिन्ता मास्तु. किल पाञ्चजन्यम् अपि पञ्चजनस्य इदं पाञ्चजन्यम् आगच्छति किल. उत्तमम्. अत्र किं वक्तव्यं? पञ्चजनः इति पदमस्ति खलु. पञ्चभिः भूतैः जन्यते. पङ्कात् जायते अथवा पङ्के जायते इति पङ्कजं, तत्र उपपदसमासः अस्ति. पञ्चभिः भूतैः जन्यते इति पञ्चजनः. पञ्चजन इति प्रातिपदिकं स्वीकृत्य पाञ्चजन्यम् इति रूपं साधितं. पञ्चजनस्य इदं पाञ्चजन्यम्. पाञ्चजन्यं किं सुन्दरमहोदय वदतु? पाञ्चजन्यं किम् इत्युक्ते प्रश्नः किं? पाञ्चजन्यं किम्? पाञ्चजन्यं किम्? ओके, पाञ्चजन्यं किम् इत्युक्ते पाञ्चजन्यं प्राप्तवान्. शङ्का, शङ्का. दर्शना भगिनी वदतु. शङ्का अस्ति यत् तस्य गुरुः दत्तवान् तं कृष्णं. कृष्णस्य शङ्खः अस्ति किल, पाञ्चजन्यं ऋषिकेश देवदत्तं धनञ्जय. प्रथम अध्याये पूरयतु भगिनी. पाञ्चजन्यं ऋषिकेश देवदत्तं धनञ्जयः. अग्रे झटिति न आगच्छति, जानामि, परन्तु पाञ्चजन्यम् इति वदनेन तत्र कृष्णस्य शङ्खः. पञ्चजनाद् उपसङ्ख्यानम् इति एकं वार्तिकमस्ति. पञ्चजनाद् उपसङ्ख्यानम् इति वार्तिकेन पाञ्चजन्यम् इति रूपं साधितं. गम्भीरे भवं गाम्भीर्यम्, एवमेव पञ्चजने भवं पाञ्चजन्यं वार्तिकेन रूपं साधितं पञ्चजनादुपसङ्ख्यानम्. सुन्दरमहोदय इदानीं भवान् करोतु. साधु भगिनी, सुजाता भगिनी. धन्यवादः. भीष्मः शन्तनुः इच्छामरणं प्राप्तवान् इति लिखितं. भीष्मः शन्तनोः इच्छामरणं प्राप्तवान् इति पञ्चमी विभक्तिः. शन्तनोः इच्छामरणं प्राप्तवान् भीष्मः इति भयङ्करः. भीः इति भयङ्करः इत्यर्थः किल. भीष्मः इत्यस्य प्रातिपदिकं किं भवति? भी धातुः अस्ति खलु. भी धातुः युहोत्यादिगणे अस्ति. भी धातुः बिभेति इति लटीरूपम् अस्ति. भी धातुतः निर्मितं पदमेव. शुक् आगमः भवति इति कृत्वा भीषयति इति रूपम्. अग्रे सरतु. कित् प्रत्ययः, शुक् आगमः भवति, कित् आगमः किल. शन्तनुः शं तनोति इति शन्तनुः इति भवति. शं तनोति इति शन्तनुः. शन्तनुः इति पदं कथं साधितम् इति भवान् जानाति वा? निश्चयेन न जानामि, परन्तु ऊहां करोमि. शं तनुः इति शं तनुते शं तनुते इति शन्तनुः. मकारः सवर्ण सन्धि भूत्वा शं योगे तनुः शं तनुः इति नकारः भवति. मकारः परिवर्त्य नकारः भवति शं तनुः इति. सन्धिकार्यं तु साधु एव. परसवर्णादेशं कृत्वा इत्युक्ते तवर्गीय दन्त्यनकारः अनुस्वारस्य स्थाने आयाति. प्रथमम् अनुस्वारः भवति, तदनन्तरम् अनुस्वारः पूर्वत्र असिद्धम् इति कारणेन तत्र परसवर्णादेशः भवति. मकारस्य स्थाने आदौ अनुस्वारादेशः, पश्चात् अनुस्वारस्य स्थाने तवर्गीयदन्त्यनकारः परसवर्णादेशः भूत्वा रूपम् आयाति. किन्तु शन्तनुः इति पदं कथं साधितम् इति अहं न जानामि. अग्रे सरतु. ओके, शन्तनोः इच्छामरणं प्राप्तवान्. ओके, इन्द्रः कर्णात् कवचकुण्डलानि प्राप्तवान्. कर्णात् इन्द्रः इन्द्रः इङ्गतौ धातुः इति भाति. इङ्गतौ धातोः प्रत्येकं पदं मा स्वीकरोतु. भवान् स्पष्टतया निश्चयेन जानाति चेत् वदतु, नो चेत् मा वदतु. न जानामि भगिनि. इन्द्रः कवचकुण्डलानि प्राप्तवान्. ऐ थिङ्क् इट् इस् रिवर्स् न कर्णः इन्द्रात् कवचकुण्डलानि प्राप्तवान् इति भवितव्यं किल. कर्णः इन्द्रात् कवचकुण्डलानि सोरि सोरि ओके इन्द्रः कर्णात् कवचकुण्डलानि प्राप्तवान् तदेव तदेव कवचं च कुण्डले च कवचं च कुण्डले च कवचकुण्डलानि इति इतरेतरद्वन्द्वसमासः तदेव किल. कुण्डले च इति उक्तवान् किमर्थं चेत् कुण्डलम् इति नपुंसकलिङ्गपदमस्ति चेत् कुण्डलं कुण्डले कुण्डलानि कुण्डलद्वयमेव अस्ति. अत्र कवचम् इति अन्यत् पदमपि अस्ति इति कारणतः तत्र बहुवचनरूपं सिद्ध्यति. द्वन्द्वसमासं कृत्वा बहुवचनरूपं वक्तव्यमस्ति. रामः च कृष्णः च इति रूपमस्ति चेत् रामकृष्णौ इति रूपं भवति. इत्युक्ते पदार्थद्वयमेव अस्ति. पदार्थद्वयमेव अस्ति चेत् द्विवचने वक्तव्यम्, अपि च लिङ्गं किम् अपि निर्णेतव्यम्. अत्र द्वन्द्वसमासस्य प्रसङ्गे कवचम् एकमस्ति, कुण्डलद्वयम् अस्ति इति कारणतः समस्तपदस्य रूपं बहुवचने वक्तव्यम्, अपि च नपुंसकलिङ्गे वक्तव्यम् इति कृत्वा कवचकुण्डलानि इति रूपं भवति इतरेतरद्वन्द्वसमासः. अग्रे वदतु. यदि कवचं नपुंसकलिङ्गं न भवति तदापि तदापि तदेव नपुंसकलिङ्गमेव वक्तव्यं किल. किमर्थं चेत् उत्तरपदप्राधान्यमस्ति. ओके. कर्णः परशुरामात् ब्रह्मास्त्रविद्यां प्राप्तवान्. कर्णः परशुरामात् परशुः अस्य परशुः रामः ओके परशुरामः इति समस्तपदमेव विग्रहवाक्यं. परशुप्रहरणः रामः इति विग्रहवाक्यं वक्तव्यं भवति. मध्यमपदलोपि कर्मधारे समासः प्रहरणः इति पदम् अध्याहर्तव्यं. परशुप्रहरणः रामः मध्यमपदलोपि कर्मधारे समासप्रसङ्गे बहवः प्रभेदाः सन्ति, तेषु एषः अन्यतमः. अग्रे वदतु. ब्रह्मास्त्रविद्यां ब्रह्मणः अस्त्रं ब्रह्मास्त्रं ब्रह्मास्त्रस्य विद्या ब्रह्मास्त्रस्य विद्या ब्रह्मास्त्रविद्या प्लस्तां ब्रह्मास्त्रविद्याम् इति भाति. ब्रह्मणः अस्त्रं ब्रह्मास्त्रं ब्रह्मास्त्रस्य विद्या ब्रह्मास्त्रविद्या योगे तां ब्रह्मास्त्रविद्याम्. महोदय, समासप्रसङ्गे भवान् स्पष्टतया जानाति चेत् वदतु, नो चेत् मा वदतु. समासानां प्रसङ्गे अर्धप्राधान्यं वर्तते. एकमस्ति अर्धप्राधान्यं, द्वितीयमस्ति तादृशसमासस्य समर्थनं कर्तुं विधिसूत्रमस्ति वा इति अपि द्रष्टव्यम्. इत्युक्ते समासानां प्रसङ्गे विषयद्वयं वर्तते. एकमस्ति अर्धप्राधान्यं, द्वितीयमस्ति तादृश समाससम्बद्धविधायकसूत्रमस्ति वा तस्य समर्थनं कर्तुम् इति अपि द्रष्टव्यम्. एवमेव न वक्तव्यम्. विग्रहवाक्यं समर्थयितुं समासविधायकसूत्रमपि आवश्यकम्. अग्रे सरतु. अत्र किं भवति एतत् इस इट् रैट् ब्रह्मणः अस्त्रं ब्रह्मास्त्रं चिन्तनीयम्. ओके. अर्जुनः देवेभ्यः वा देवाः इति. ओके. अर्जुनः देवेभ्यः दिव्यास्त्राणि प्राप्तवान्. अर्जुनः देवेभ्यः दिव्यास्त्राणि प्राप्तवान् अर्जुनः. ओके. दिवि भवाः देवाः इति एव किल. अत्र दिव् धातोः रूपमेव देवः. किमर्थं देवाभ्यः इति असाधुरूपम्? देवाभ्यः सः स्त्रीलिङ्गरूपं किल, तत् स्त्रीलिङ्गरूपं. देवाः इति पुल्लिङ्गमेव किल. देवः देवौ देवाः, अत्र देवाः इति पुल्लिङ्गरूपमेव किल. देव इति अकारान्तप्रातिपदिकं पुंलिङ्गप्रातिपदिकमस्ति चेत् देवेभ्यः इति भवति. आकारान्तस्त्रीलिङ्गप्रातिपदिकमस्ति चेत् लताभ्यः एवं भवति, किन्तु अत्र देव इति पदम् अकारान्त पुंलिङ्गप्रातिपदिकमस्ति, अतः देवेभ्यः, अपि च दिव्यानि च एतानि अस्त्राणि च इति विग्रहवाक्यं भवति, दिव्यास्त्राणि इत्यत्र विशेषणपूर्वपदकर्मधारयसमासः देवा इति स्त्रीलिङ्गपदं भवितुं न अर्हति किल, यतोहि देवता अथवा देवी. उत्तमं, देवा इति स्त्रीलिङ्गपदं नास्ति, देवता भवति. दिवधातुतः देवः, देवता भगिन्या उक्तमेव स्त्रीलिङ्गपदं भवति, नो चेत् देवी लताभ्यः इव न भवति, देव इति अकारान्त पुंलिङ्गप्रातिपदिकम्, अतः देवेभ्यः. अग्रे सरतु महोदय. दिव्यानि च तानि अस्त्राणि च, दिव्यास्त्राणि. ओके, युधिष्ठिरः, युधिष्ठिरः यक्षात् सहोदराणां पुनर्जीवनं प्राप्तवान्. ओके, युद्धि स्थिरः युधिष्ठिरः, युधि सोरि युद्धे, युद्धे वा युधि वा स्थिरः युधिष्ठिरः इति. साधु उक्तवान् महोदय. तत्र इतोपि किं ज्ञातव्यं, युधिष्ठिरः इति पदस्य प्रसङ्गे यथा महोदयेन उक्तं, युधि स्थिरः इति विग्रहवाक्यं भवति. युधि इति सप्तमी विभक्त्यन्तं पदमस्ति. समस्तपदेषु साधारणतया किं भवति, विभक्तिप्रत्ययस्य लोपः भवति. सुपोधातुप्रातिपदिकयोः इति सूत्रेण विभक्तिप्रत्ययस्य लोपः भवति, किन्तु युधिष्ठिरः इति पदं विशिष्टं पदं. वदतु. अलुप्समासः इति कारणतः युधि इति तस्य प्रातिपदं प्रातिपदिकं न भवति, तस्य विभक्तिप्रत्ययमपि भवति कारणतः. तद् एतद् अन्यद् उदाहरणमपि अस्ति, वने चरति इति वनेचरः न तु वनचरः. साधु महोदय, अत्र अलुक् समासः इति वदामः. व्याकरणे किम् उच्यते, लुक् इत्युक्ते लोपः, अलुक् इत्युक्ते लोपः न भवति. युध् इति प्रातिपदिकस्य सप्तमी विभक्त्यन्तं रूपं, युधि, युधि इति सप्तम्यन्तं रूपं यथावत् तिष्ठति तत्र लुक् न भवति, सुप्रत्ययस्य लुक् न भवति. इदं पदम् अलुक् समासस्य कृते उत्तमम् उदाहरणम्. एवमेव गविष्ठिरः इति पदमपि अस्ति, गविष्ठिरः इति पदम्. अत्र युधिष्ठिरः इत्युक्ते युद्धे स्थिरः अथवा सङ्ग्रामे स्थिरः इति अर्थः अस्ति. तत्र षत्वं भवति. उत्तरपदं पश्यन्तु, स्थिरः इति लिखितम् अस्ति, दन्त्यसकारयुक्तं रूपम् आदौ अस्ति, किन्तु विशिष्टसूत्रेण दन्त्यसकारस्य मूर्धन्यषकारः भवति. गवियुधिभ्यां स्थिरः इति सूत्रेण षत्वं भवति, अतः युधिष्ठिरः. युधिष्ठिरस्य अन्यनाम अस्ति अजातशत्रुः, सर्वप्रियत्वात् अजातशत्रुः इति अन्यनामापि अस्ति. अजातः शत्रुः यस्य सः इति विग्रहवाक्यं भवति. अनुत्पन्नः शत्रुः यस्य अस्ति सः एव अजातशत्रुः. सहोदरः इति पदमस्ति. महोदय वदतु. उदरेण, ओके, सह उदरे भवः इति सहोदरः. सह उदरम् एक मातुः उदरम् एक एव, सह उदरम् इति सहोदरः. अर्थः तु साधु एव. ईदृशानि पदानि, अन्यानि पदानि वयं जानीमः. कथं? सकुटुम्बः, सकर्मकः, सेट् धातुः, सहोदरः अथवा सोदरः इत्यादीनि पदानि वयं जानीमः. कथं तत्र विग्रहवाक्यं भवति? उदरेण वर्तते इति न भवितव्यं किल? उदरेण सह वर्तते भवितुं शक्नोति. सेट् इति कथनेन विग्रहवाक्यं किम् अस्ति? सेट् इति कथनेन इडागमः भवति, किन्तु तत्र विग्रहवाक्यं स्मरति वा? विग्रहवाक्यम् इटासः वर्तते इटासः ओके ओके हा ओके इडागमः सेट् इति पदं समस्तपदमस्ति सेट् इत्यत्र इटासः वर्तते इति विग्रहवाक्यं वक्तव्यं भवति एवमेव स लक्ष्मणः वदतु लक्ष्मणेन सह वर्तते इति स लक्ष्मणः उत्तमं स कुटुम्बः कुटुम्बेन सह वर्तते इति स कुटुम्बः स कुटुम्बः इति एकं रूपं सः कुटुम्बः इति अन्यद् रूपम् अस्ति इत्युक्ते तत्र विकल्पेन रूपद्वयं सिद्ध्यति सः पूर्वपदबहुव्रीहिसमासः नाम्ना एकः बहुव्रीहिसमासस्य प्रभेदः अस्ति सः पूर्वपदबहुव्रीहिसमासः इति नाम अस्ति कुत्रचित् विकल्पेन रूपद्वयं कुत्रचित् नित्यरूपेण कार्यं भवति सेट् इत्यत्र इटासः वर्तते इति विग्रहवाक्यं स लक्ष्मणः इत्यत्र लक्ष्मणेन सह वर्तते स पुत्रः पुत्रेण सह वर्तते स कुटुम्बः कुटुम्बेन सह वर्तते सकुटुम्बः इति एकं रूपम् अस्ति सः कुटुम्बः इति अन्यद् रूपम् अस्ति सहोदरः इत्यत्र सहोदरः इति एकं रूपं सोदरः इति रूपमपि साधु एतादृशेषु पदेषु सः पूर्वपद बहुव्रीहिसमासः अस्ति कुत्रचित् विकल्पेन रूपद्वयं सम्भवति सकर्मकः कर्मणा सह वर्तते कर्मणा सह वर्तते इति विग्रहवाक्यं वदामश्चेत् तत्र सकर्मकः इति पदं सिद्ध्यति बहुव्रीहिसमासः अस्ति इति कारणतः एतानि पदानि अन्यपदस्य विशेषणानि भवन्ति सकर्मकः धातुः सलक्ष्मणः रामः सपुत्रः पिता खलु सपुत्रः कः पिता सलक्ष्मणः कः पुत्रः अस्य अस्ति इति पुत्री इत्यपि पितुः नाम किल सलक्ष्मणः इति कथनेन सलक्ष्मणः इति पदं बहुव्रीहिसमासे पदमस्ति रामः रामः सलक्ष्मणः रामः एतादृशेषु पदेषु बहुव्रीहिसमासः अस्ति बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति सकर्मकः इति धातोः विशेषणम् एवं चिन्तनं भवति सहोदरः इत्युक्ते भ्राता अग्रे सरतु पुनः जीवनं पुनर्जीवनं तदेव किल जीवनं वदतु जीवनं जीवः अस्य अस्ति इति जीवनं जीवः अस्य अस्ति इति जीवनं किल न जीवनम् ल्युडन्तं ल्युडन्तं ल्युडन्तम् अपि वदतु ल्युडन्तप्रत्ययं जीव् धातोः ल्युडन्तप्रत्ययं जीव् इति धातुः अस्ति तदनन्तरं ल्युडन्तं योजनेन ल्युट् प्रत्ययस्य योजनेन लकारः लषक्वत् इति सूत्रेण लोपः भवति इत्संज्ञा भूत्वा लोपः भवति टकारः अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति यु एव अवशिष्यते युवोरनाकौ इति सूत्रेण अन इति आदेशः भवति तदनन्तरं जीव योगे अन जीवन इति नपुंसकलिङ्गे जीवनम् इति भवति तदेव उत्तमम् अत्र जीवनम् इति कृदन्तपदमस्ति समासानां प्रसङ्गे विग्रहवाक्यानि भवन्ति अत्र कृदन्तपदमस्ति कृदन्तपदम् इत्युक्ते किं महोदय वदतु कृदन्तपदम् इतस्ते प्रत्ययः कृत् प्रत्ययस्य योजनेन कृदन्तपदं भवति कृत् प्रत्ययः सप्रत्ययः कृत् प्रत्ययः अस्ति इति उक्तवान् तत्र मुख्यविषयः कः इत्युक्ते धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तपदं सिद्ध्यति धातुतः तिङ् प्रत्ययस्य योजनेन तिङन्तपदं सिद्ध्यति समस्तपदं भिन्नम् अस्ति समस्तपदम् इत्युक्ते द्वयोः प्रातिपदिकयोः मेलनेन निर्मितं पदं समस्तपदं तत्र प्रकृतिः अस्ति समस्तपदानां प्रसङ्गे प्रकृतिः अस्ति प्रातिपदिकं कृदन्तपदानां प्रसङ्गे प्रकृतिः धातुः समस्तपदानां प्रसङ्गे प्रकृतिः प्रातिपदिकं प्रातिपदिकं तत्र भेदः अस्ति. कृदन्तपदम् इति कथनेन धातुतः निर्मितं पदम् इति विषयः मनसि आनेतव्यः. इत्युक्ते धातुतः कृत् प्रत्ययः योजितः. प्रत्ययाः भिन्नप्रकारकाः सन्ति. कृत् प्रत्ययाः सन्ति, तिङ् प्रत्ययाः सन्ति. ये तिङ् प्रत्ययाः न सन्ति ते एव कृत् प्रत्ययाः. कृदतिङ् सूत्रेण धातुतः विधीयमानः प्रत्ययः तिङ् नास्ति चेत् कृत् भवति. अत्र जीवनम् इत्यस्मिन् प्रसङ्गे जीव् धातुतः ल्युट् इति कृत् प्रत्ययः योजितः. पुनर् इति रेफान्तव्ययम्. साधु महोदय, दर्शना भगिनी भवती करोतु. पञ्चमी विभक्तिः उपपदम्. पञ्चमी विभक्तिः तु स्त्रीलिङ्गे अस्ति. अपि च तत्र उपपदम् उपपदम् इत्युक्ते क्लोस् बाय् किल भगिनि? एकं एकम् अस्ति, भीमः बलरामः गदायुधविद्वान्. क्षम्यतां, भीमः बलरामः गदायुद्धविद्या. भीमः बलरामात् गदायुद्धविद्यां प्राप्तवान्. भीमः अकारान्तपुंलिङ्गशब्दः, यथा महोदयेन उक्तः. भीमः भी धातुतः आयाति. बलरामः अकारान्तपुंलिङ्गः शब्दः. गदायुद्धविद्या स्त्रीलिङ्गे अस्ति, कर्मपदम् अस्ति इत्युक्ते गदायुद्धविद्याम् इति उप इति भवति. तत्र गदायुद्धयोः विद्या षष्ठीविभक्ति अस्ति, षष्ठी तत्पुरुषः. भगिनी, गदा इति उपकरणमस्ति. उपकरणमस्ति इति कारणतः अहं चिन्तयामि कर्तृकरणे कृता बहुलम् इति एकं सूत्रमस्ति समासप्रसङ्गे. उपकरणमस्ति इति कारणतः तृतीया तत्पुरुषसमासः भवितुमर्हति. गदायुद्धं तावत्पर्यन्तं पश्यामश्चेत् युद्धम् इति नपुंसकलिङ्गपदमस्ति. गदया युद्धम् इति भवितुमर्हति. तृतीया तत्पुरुषसमासः भवितुमर्हति तावत्पर्यन्तं. तत्र गदायुद्धविद्या इति लिखितमस्ति. गदायुद्धस्य विद्या इति भवितुं शक्नोति. अपि च बलरामः कः? बलरामः कृष्णस्य अग्रजः. उत्तमम्. अग्रजः इति पदमपि उपपदसमासयुक्तं पदमस्ति. बलरामस्य अन्यनामानि सन्ति. सङ्कर्षणः, सङ्कर्षणः इत्युक्ते बलरामः. बलदेवः, बलभद्रः, सङ्कर्षणः. रौहिणेयः, रोहिणी इस् अपत्यं पुमाम्. उत्तमम्. रोहिणीनन्दनः, रौहिणेयः, एतादृशानि नामानि सन्ति. सौरिः अपि सन्ति. गोत्र अपत्यं पुनः शूरशब्दात् शौरि. शूरवंशे भवः इति शौरिः इति गोत्रं. शूरवंशे, सूर्यवंशे शौरिः अपि. सूर्यन् दर्शन भगिनी वदतु. तत् ब्लेड् आफ् ग्रास् अस्ति किल तत्र? मम चिन्तनमस्ति शौरिः इत्युक्ते कृष्णः. कृष्णः सत्यं, कृष्णः एव, परन्तु दिस् शौरी हेस् समथिङ्ग् टु डु वित् द ब्लेड् आफ् ग्रास् ऐ थिङ्क्. नो नो, तस्य वंशः शौरिवंशः. गोत्रमपि अस्ति महोदय, शूरगोत्रं. गोत्रं गोत्रं वंशं. शौरिः इति पुंलिङ्गपदमेव. विष्णोः अन्यनाम अस्ति शूरस्य अपत्यम् इति. शूरस्य अपत्यम् इति विग्रहवाक्यम्. इदं पदमपि तद्धितप्रत्ययान्तपदमेव. शूर इति प्रातिपदिकं स्वीकृत्य निर्मितमस्ति. रूपमस्ति शौरिः. इदानीं तत्यजाम. नारायणीये अस्ति, नारायणीयम्. उत्तमं. बलरामः इति कृष्णस्य अग्रजः इति भगिनी उक्तवती. कृष्णस्य भ्राता इति अपि वक्तुं शक्यते. पञ्चमी विभक्तिः इति पदमपि समस्तपदमेव. तत्र किमस्ति भगिनी वदतु. कृष्णस्य सोदरः अपि किल सोदरः उत्तमम् इतोपि स्पष्टतया वक्तुमिच्छामश्चेत् अग्रजः अग्रजः अग्रे जायते इति अग्रजः उत्तमम् स्त्रीलिङ्गे अपि भवितुमर्हति अग्रजा इत्यपि भीमः इति लिखितमस्ति खलु भीम इति प्रातिपदिकस्य रूपं त्रिषु लिङ्गेषु अपि भवितुमर्हति किमर्थं चेत् भीमं युद्धम् इति अपि साधु युद्धं कीदृशम् अस्ति भीमं युद्धम् इति अपि वक्तुं शक्यते भीमस्य अन्यनाम अस्ति वृकोदरः खलु वृकः इव उदरं यस्य सः वृकस्य उदरं यस्य सः स्पष्टतया वदतु विग्रहवाक्यं वृकस्य वा ओके वृकः उदरम् इव उदरं यस्य वृकः एव वृकः उदरं यस्य सः वा वृकं वृकस्य उदरं यस्य सः करेक्ट् वृकस्य उदरम् इव उदरं यस्य सः तदेव तथा वक्तव्यं वृकस्य उदरं तावत् न पर्याप्तं कथं वक्तव्यं वृकस्य उदरम् इव उदरं यस्य सः वृकस्य उदरम् इव उदरं यस्य सः इति वक्तव्यमस्ति वृकोदरः इति भीमस्य अन्यनाम अस्ति पञ्चमी विभक्तिः इति समस्तपदमस्ति पञ्चमी विभक्तिः इत्यत्रापि विशेषणपूर्वपदकर्मधारे समासः अस्ति यथा प्रथमपुरुषः इति कथनेन प्रथमः पुरुषः इति विग्रहवाक्यं भवति तत्र विशेषणपूर्वपदकर्मधारे समासः एवमेव पञ्चमी विभक्तिः इत्यत्रापि विशेषणपूर्वपदकर्मधारे समासः भवन्तः जानन्ति खलु सप्तऋषयः सप्तर्षिः तत्र भिन्नचिन्तनमस्ति वदतु सप्त ऋषयः समाहार ऋषीणां सप्तानां ऋषीणां समाहारः साधारणतया आदौ सङ्ख्या अस्ति चेत् द्विगुसमासः भवितुमर्हति किन्तु सप्तऋषयः इत्यत्र भिन्नचिन्तनम् अस्ति चिन्ता मास्तु दर्शना भगिनी भवती वदतु सम्भाषणं कीदृशं पदं सम्भाषणं ल्युडन्तं साधयतु सम्भाषणं अहं न जानामि भगिनि अहं प्रक्रिया न जानामि एकवारं वदामि भाषते लटिरूपमस्ति भाषते आत्मनेपदिरूपमस्ति तत्र धातुः भाष ल्युट् प्रत्ययं योजयामः युवोरनाकौ सूत्रेण अन आदिष्टः भवति भाष इत्यत्र षकारः अस्ति निमित्तमस्ति इति कारणतः तस्मात् परं दन्त्यनकारः अस्ति इत्यतः णत्वं भूत्वा भाषणम् इति रूपम् अस्ति भाष धातुः अस्ति तस्य रूपं भाषते अन्यधातुः अस्ति भष् भष् अस्ति चेत् भषणं भषणम् इत्युक्ते बार्किङ्ग् उत्तमं धातुः अस्ति किल भगिनि भाष सकारः दन्त्यसकारः भास् भासते इति भासते प्रकाशते भासते इति प्रकाशते इति अर्थः भवति किल उत्तमं भष् धातुतः भषणम् भाष धातुतः भाषणं किन्तु महोदयेन किमुक्तं भासते इति रूपमस्ति तत्र भासनम् इति भासनम् उत्तमं सम्भाषणम् इत्युक्ते परस्परकथनम् अथवा सम्यक् कथनं कथ धातोः ल्यूट् रूपमस्ति कथनं सम्भाषितुमिच्छामि सम्भाषितवान् सम्भाषितम् इत्यादीनि अन्यानि कृदन्तपदानि सन्ति सम् इति उपसर्गः अस्ति सम्भाषते इदानीं सम्भाषितुमिच्छामि अहं सम्भाष्य वदिष्यामि लेप् महोदयः सम्भाषितवान् सम्यक् भाषते इति अर्थः भवति किल सम्यक् भाषते सम्भाषते सम्भाषणम् इत्युक्ते सम्यक् कथनम् सुरेशरमेशयोः सम्भाषणं दत्तमस्ति सुरेशरमेशयोः इति द्वन्द्वसमासयुक्तं पदमस्ति रमेशसुरेशौ महोदय वदतु विग्रहवाक्यं रमेशसुरेशौ रमेशश्च सुरेशश्च रमेशसुरेशौ इतरेतर द्वन्द्वः इतरेतर द्वन्द्वः उत्तमं तयोः इदानीं पुनः वदतु रमेशसुरेशयोः रमेशः च सुरेशः च रमेशसुरेशौ प्लस् तयोः रमेशसुरेशयोः तदेव उत्तमम् भगिनी अधोभागे अवधेयम् इति दत्तमस्ति अवधेयं पठतु अवधेयम् आरभ्य बहिः रक्षति परं भयम् इत्येतेषां प्रयोगे पञ्चमी विभक्तिः भवति इत्युक्ते यदा एतानि पदानि उपयुज्यामः तदा पञ्चमी विभक्तस्य आवश्यकता अस्ति सोरि पञ्चमी विभक्तेः क्षम्यता विभक्तेः आवश्यकता अस्ति उत्तमं प्रथमं पदमस्ति आरभ्य इति पदम् उपयुज्य एकं वाक्यं वदामि सूर्योदयात् आरभ्य कृषकः कृषिकार्यं करोति सूर्योदयात् आरभ्य करोति अपि च गतसप्ताहात् आरभ्य छात्रसङ्ख्या न्यूना अस्ति अस्माकं वर्गे चित्तमास्तु सर्वत्र परीक्षाः वर्तन्ते भगिनि तदर्थं न आगतवन्तः इति मन्ये उत्तमं सूर्यकुमारी भगिनी भवती रमेशः भवतु दर्शना भगिनी सुरेशः भवतु सम्भाषणम् आरम्भं करोतु आं भगिनि सुरेश अद्य भवान् प्रातः कुत्र गतवान् अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम् भगिनि सुरेश कीदृशम् सुरेश सम्बोधनं उत्तमम् अद्य अद्य अवेयं भवान् प्रातिपदिकं भवत् भगिनि उत्तमं प्रातः प्रातः अवेयं गतवान् तवतु अत्र प्रातिपदिकं किं गतवान् इत्यत्र गतवत् धातुः कः गम् धातुः कार्यं किं गम् धातुतः प्रत्येक विशेषसूत्रेण मकारलोपः भवति अत्र ईडागमः किमर्थं नास्ति तदपि विशेषसूत्रमस्ति किमर्थं नास्ति इत्युक्ते अत्र गमधातुः सेट् नास्ति अनिट् अनिट् अस्ति इति कारणतः इडागमः न दृश्यते अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम् इति लिखितमस्ति आसम् रूपाणि वदतु आसम् आसम् असा वा आसम् क्षम्यताम् महोदय एकवारं स्मारयतु नवरूपाणि ओके अस्मि सोरि आसम् ओके अहम् आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आस्म अत्र उत्तमपुरुष एकवचनरूपं दत्तमस्ति लङ् लकाररूपं दत्तमस्ति भवतः गृहे इति लिखितमस्ति भवतः षष्ठी एकवचनमस्ति गृहाणि इत्यत्र णत्वमस्ति खलु गृहाणि ऋकार अस्ति चेत् अटुकुपुवाङ्नं व्यवायेति सूत्रेण गृहाणि इत्यत्र अट्कुपवाङ्गनं व्यवायेपि इति सूत्रमस्ति इतोपि एकं वार्तिकमस्ति वदतु तत्र निमित्तं किं रेफः ऋकार ओ ऋकार अपि वक्तव्यं गृहाणि इत्यत्र केन निमित्तेन अणत्वं भवति ऋकारनिमित्तेन ऋकार अपि वक्तव्यं वार्तिकेन रेफ रसाभ्यां नोन अत्र निमित्तं तु कृष्णऋकारः कृष्ण इत्यत्र यः ऋकारः अस्ति सः ऋकारः एव गृहाणि इत्यत्र अस्ति, ऋकारः निमित्तम् अस्ति, अतः रुवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकेन दन्त्यनकारस्य स्थाने मूर्धन्यणकारः भवति. रुवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकमस्ति. हकारः आकारः अट् प्रत्याहारस्थवर्णाः, बाधकवर्णाः न सन्ति. व्यवधानरूपेण अन्ये केचन वर्णाः सन्ति चेदपि ते वर्णाः बाधकवर्णाः न सन्ति, अतः अट्कुप्वाङ्गनं व्यवायेऽपि सूत्रेण णत्वं भवति. इदानीं दर्शना भगिनी भवती वदतु अग्रे. ह्यः मम मातुलः आगतवान्, सः माम् इतः जन्तुशालां नीतवान्. ह्यः अव्ययम् अस्ति, मम षष्ठीतत्पुरुषः अस्मत् अस्मद् इति प्रातिपदिकं. षष्ठीतत्पुरुषः तत्पुरुषः किमर्थं विभक्ति क्षम्यताम्, षष्ठी विभक्तिः एकवचने अस्ति. मातुलः अकारान्तपुंलिङ्गशब्दः. आगतवान् तव तु प्रत्ययः, आ इति उपसर्गः गम् धातुः. सः तद् प्रातिपदिकम् एकवचनं प्रथमविभक्तिः. मां द्वितीया विभक्तिः. अस्मत् शब्दः एकवचनस्ति. इतः इतः अव्ययम् अपि च अत्र इतः पञ्चमी विभक्तौ अस्ति. नैव क्षम्यताम्, इतः इति पदं तद्धितप्रत्ययान्तपदम् अस्ति. इतः इति अव्ययपदम् अस्ति. इतः ततः अतः इमानि पदानि अव्ययानि. अव्ययमस्ति, अव्ययम् अतः स्थापित्वा किं स्थापयित्वा क्षम्यताम् स्थापयित्वा पञ्चमी विभक्तिस्य विभक्तेः प्रयोजनमपि भवति किल, तदर्थं पञ्चमी विभक्तिः भिन्नः, तद्धितप्रत्ययान्तपदानि भिन्नानि. इतः ततः इमानि पदानि प्रातिपदिकात् निर्मितानि पदानि. पञ्चमी विभक्ति अर्थे एव तस् इति प्रत्ययः युज्यते अत्र. इतः इति अव्ययपदम् अस्ति. अस्तु भगिनि, तसिल् प्रत्ययः वा भगिनि? भेदः अस्ति महोदय, तसिल् भिन्नः तस् भिन्नः. तस् भिन्नः वा, ओके. जन्तुशाला, दर्शना भगिनी वदतु. जन्तुशालां द्वितीया विभक्तौ अस्ति. जन्तोः शालाम् इति अहं मन्ये. जन्तूनाम् इति वक्तव्यं खलु? तथा जन्तूनां, जन्तूनां शाला, जन्तुशाला. षष्ठी तत्पुरुषः. अपि च नीतवान्, नीतवान् नी धातुतः तव तु प्रत्यय योजयित्वा नीतवान् इति पुंलिङ्गे तव तु प्रत्ययः एकवचनं. जन्तुः तस्य रूपाणि वदतु. जन्तुः जन्तू जन्तवः जन्तुं जन्तू एव किल, जन्तू एव जन्तून्. तावत् पर्याप्तं. जन्तुः इत्युक्ते प्राणी अथवा जन्तुः इत्युक्ते जीवः इति अहं चिन्तयामि. जन् धातुतः निर्मितं पदं, जनि धातुतः निर्मितं पदं किल, जनी प्रादुर्भावे. तत्र जनी प्रादुर्भावे सः धातुः उपदेशावस्थायां जनी, तत्र दीर्घ ईकारः अनुनासिकः अस्ति, किन्तु लौकिकधातुः जन्. तस्य रूपं लट्टिरूपं जायते. जनी धातोः रूपमेव जन्तुः. इतः इति कथनेन अस्मात् प्रदेशात् इति वक्तुं शक्यते. नीतवत् इति प्रातिपदिकमस्ति अथवा गतवत् इति प्रातिपदिकमस्ति. नीतवान्, गतवान्, प्राप्तवान्, आगतवान् इत्यादीनि रूपाणि साधयितुम् इच्छामश्चेत् तत्र बहूनि कार्याणि भवन्ति. तव तु प्रत्ययस्य प्रसङ्गे महोदय भवान् वदतु, इतिसंज्ञकवर्णानां लोपकार्यं कथं करणीयं तव तु इत्यत्र? तव तु अद्य तव तु तकार तकारः ओके तकारः आदिर् आदिर्नीतु भवः इति भाति किल, आदिर्निटुडवः इति सूत्रेण. सोरि सोरि, चुट् चुटु वा कृपया शृणोतु, दर्शनभगिनी भवती वदतु, तवतु इति प्रत्ययस्य प्रसङ्गे अनुबन्धवर्णाः के, तेषां निष्कासनं कथं करणीयम्? अहम् एवं न जानामि भगिनी, अहं सिद्धा नास्मि, अहं परन्तु किञ्चित् एव जानामि. सुजाता भगिनी वदतु. तवत् प्रत्ययस्य लशक्वतद्धिते इत्यनेन ककारस्य यत् संज्ञा भवति, तु उकारस्य उपदेशे जन्नासिक इत् इच्छनेन उकारस्य इत् संज्ञा भवति. तवत् तस्य लोप भवति, तवत् भवति. तवत् इति किमर्थं पृच्छन्ती अस्मि इत्युक्ते, यथा भगिन्या उक्तं तवतु इति कथनेन अनुनासिक उकारः उपदेशजनुनासिक इत् इति सूत्रेण तस्य इत् संज्ञा भूत्वा अपगच्छति. प्रयोजनं विना इत् संज्ञा न कृता पाणिनिना, इत्युक्ते अनुनासिक उकारस्य प्रयोजनमस्ति. प्रयोजनं नास्ति चेत् यस्य कस्यापि वर्णस्य इत् संज्ञा न भवति एव. प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते इति वयं श्रुतवन्तः. एवमेव पाणिनिना प्रयोजनं विना न कदापि इत् संज्ञा कृता. तु इत्यत्र अनुनासिक उकारः अस्ति, तादृश अनुनासिक उकारः अस्ति इति कारणतः एव पठितवान् इति रूपं साधयितुम् इच्छामश्चेत् तत्र एकं सूत्रमस्ति, अत्वसन्तस्य च धातोः इति सूत्रमस्ति. अतु प्रत्ययान्तपदस्य उपधादीर्घत्वं भवति इति तेन सूत्रेण उच्यते. अत्वसन्तस्य च धातोः इति सूत्रेण अतु प्रत्ययान्तशब्दस्य अङ्गस्य उपधादीर्घत्वम् इति तेन सूत्रेण उच्यते. क्तवतु इत्यत्र अतु इति अनुनासिक उकारान्तरूपम् अस्ति इति कारणतः एव अत्वसन्तस्य च धातोः सूत्रं कार्यं कर्तुं शक्नोति. तदर्थमेव पठितवत् इति प्रातिपदिकात् पठितवान्, तत्र दीर्घं श्रूयते खलु, पठितवान्. अपि च तत्र अन्यानि कार्याणि अपि सन्ति. मम आशयः अत्र कः इत्युक्ते अनुनासिक उकारस्य प्रयोजनमस्ति, तदर्थमेव पाणिनिः तत्र अनुनासिक उकारं स्थापितवान्. इदानीं अपि अस्ति भगिनि उच्चारण चेदपि लिखितुमस्ति उकारः, तादृश अनुनासिक उकारः आवश्यकः तत्र. पठितवान् इति रूपसाधनवेलायां पठितवत् इति प्रातिपदिकं स्वीकुर्मः, तस्मात् परं सु इति प्रथमाविभक्ति एकवचनप्रत्ययं योजयामः. पठितवत् योगः सु इति स्थितिः अस्ति. तत्र अत्वसन्तस्य च धातोः इति सूत्रेण पठितवात् इति रूपं सिद्ध्यति. तस्मात् परम् अन्यानि कार्याणि सन्ति, इत्युक्ते अन्ततो गत्वा तकारः लुप्यते, बहूनि अन्यानि कार्याणि भवन्ति. अन्ततो गत्वा पुंलिङ्गे प्रथमाविभक्ति एकवचने पठितवान्. अग्रे सरेम, सूर्यकुमारी भगिनी करोतु अग्रे. जन्तुशालायां सिंहं दृष्टवान् वा? जन्तुशालायां प्रथमाविभक्ति क्षम्यतां षष्ठी बहुवचनमस्ति. षष्ठी वा? ओ सप्तमी, क्षम्यतां सप्तमी एकवचनमस्ति. सिंहं द्वितीय एकवचनं, दृष्टवान् तवतु वा अव्ययमस्ति. सिंहः इति पुंलिङ्गपदमस्ति, स्त्रीलिङ्गे किं भवितुमर्हति? सिंही इति भवितुमर्हति. दृष्टवान् इत्यत्र किं किं भवति, कोऽपि वक्तुमिच्छति वा? आं भगिनि, दृश् धातुः अस्ति, तवतु दृश्योगः भवतु तुनष्टुः इति सूत्रं वदति किल भगिनी, भवती वक्तुमिच्छति वा, नो चेत् वदामि. यथा भगिन्या उक्तं, दृशिर् धातुतः लौकिकधातुः दृश् आयाति, पश्चात् क्तवतु इति प्रत्ययस्य अनुबन्धलोपे सति तवत् अवशिष्यते। दृश् इति धातुः तालव्यशकारान्तधातुः, दृश् इति कथनेन तालव्यशकारः अन्ते अस्ति इति कारणतः व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इति सूत्रेण तालव्यशकारान्तधातुषु तालव्यशकारस्य स्थाने मूर्धन्यशकारः आयाति, तेन दृश् इति रूपं भवति। दृश् योगः तवत् इत्यत्र ष्टुनाष्टुः इति सूत्रेण ष्टुत्वं भूत्वा दृष्टवत् इति प्रातिपदिकं सिद्ध्यति। दृष्टवान् इति रूपं साधयितुम् अत्वसन्तस्य च धातोः अपि च हल्न्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इत्यादीनि अन्यानि सूत्राणि कार्यं कुर्वन्ति। अन्ततो गत्वा दृष्टवान् इति रूपं सिद्ध्यति। दृष्टवत् इति प्रातिपदिकं साधयितुं व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इति सूत्रेण षत्वं भवति आदौ, पश्चात् स्टुत्वं भवति। षत्वं भिन्नं, स्टुत्वं भिन्नं। षत्वम् इति कथनेन षकारः आयाति, स्टुत्वम् इति कथनेन स्टुत्वसन्धिकार्यं भवति। अग्रे दर्शनभगिनी करोतु। आम् आम् भोः, परन्तु सिंहः पञ्जरात् बहिः एव भ्रमति। वयं याने उपविश्य तं दृष्टवन्तः। तत्र एकः आरक्षकः एकं मृगं सिंहात् रक्षितवान्। मम तु सिंहात् भीतिः। आम् भोः, भोः तु अव्ययम् इति वदनीयम् इति मन्ये भगिनी। द्वयोर्मध्ये सन्धिकार्यमस्ति खलु? आम् आम्, मोनुस्वारस्य परे हल् हल् अस्ति, हल् वर्णः अस्ति इत्युक्ते तत् अनुस्वारः भवति, अनुस्वार सन्धि भूत्वा। उत्तमम्, अत्र मोनुस्वारः कार्यमस्ति, पदान्तकार्यमस्ति। आम् इति पदमस्ति, मकारः अस्ति अन्ते, तत्र मकारस्य स्थाने मोनुस्वारः इति सूत्रेण सन्धिकार्यं भूत्वा अनुस्वारादेशः भवति, अनुस्वारसन्धिः। परन्तु इत्यस्मिन् स्थाने किन्तु इति अपि पदं योजयितुं शक्नुमः। अत्र मुख्यवार्ता का अस्मिन् वाक्ये? वाक्ये बहिः तत्र अवधेयम् इति दत्तमस्ति, तत्र बहिः इति शब्दः अस्ति, तत्र पञ्चमीविभक्तेः प्रयोजनं करणीयम् इति। उत्तमम्, बहिः इति उपपदमस्ति, उपपदमस्ति इति कारणतः उपपदपञ्चमीविभक्तिः भवति। उपपदम् इति कथनेन समस्तपदमस्ति। कः समासः अस्ति उपपदम् इत्यत्र? उपपदं तत्र विशेषणपूर्वकर्मधारयसमासः अस्ति न। उपकृष्णम् इति कथनेन? हा, अव्ययी अव्ययी अव्ययीभावसमासः, अव्ययीभावसमासः। उत्तमं, कृष्णस्य समीपम् इति अर्थः अस्ति। उपपदम् इति कथनेन विग्रहवाक्यं वदतु। पदस्य समीपम्। अव्ययीभावसमासः अस्ति, उपपदम् इति पदम् अव्ययपदम्। अव्ययीभावसमासयुक्तानि पदानि अव्ययानि भवन्ति। तत्र सूत्रमस्ति अव्ययीभावश्च इति एकं सूत्रमस्ति, तेन सूत्रेण अव्ययीभावसमासयुक्तानि पदानि अव्ययानि भवन्ति। उपकृष्णम् इति कथनेन कृष्णस्य समीपम् इति विग्रहवाक्यम्। एवमेव अत्रापि पदस्य समीपम् इति वक्तुं शक्यते। अग्रे वदतु। परन्तु सिंहः पञ्जरात् बहिः एव भ्रमति, भ्रमति प्रथमपुरुषः लट्लकारे अस्ति, एकवचनं। पञ्जरात् पञ्चमी विभक्तिः, सिंहः अकारान्त पुंलिङ्गशब्दः। भगिनि भ्रमणं कीदृशं पदं? भ्रमणं ल्युडन्तं, भ्रमितुं, भ्रमितुं तुमुन् प्रत्ययः, भ्रमितवान्, भ्रमित्वा त्वा प्रत्ययः, भ्रमितवान् तव तु प्रत्ययः। भ्रमितवान् रूपं नास्ति, नैव किं भ्रमति, भ्रान्तवान्, भ्रान्तवान्। ओहो, धन्यवादः भगिनि। भ्रमित्वा साधु, भ्रमितुं साधु, भ्रमणं साधु, किन्तु भ्रमधातोः क्तान्तरूपं भ्रान्तः, भ्रान्ता एवं रूपाणि भवन्ति। क्तवतु रूपं भ्रान्तवान्, क्तिन् प्रत्ययान्तरूपमेव भ्रान्तिः। भवन्तः सर्वे जानन्ति खलु, भ्रान्तिः अस्ति भ्रान्तिः इति स्त्रीलिङ्गपदमस्ति, क्तिन् प्रत्ययः अस्ति भ्रमुधातुतः, भ्रमुधातोः रूपमेव. परि उपसर्गः अस्ति चेत् किं भवति? न ज्ञातवती भगिनी. परिभ्रान्तिः, परिभ्रमति, परिभ्रान्तिः, परिभ्रमणम्, एतादृशानि रूपाणि भवन्ति. अपि च परिभ्रम्य किं ल्यप् ल्यप् भवति परिभ्रम्य इति. उत्तमं, परिभ्रम्य. भगिनी भ्रान्तवान् कथं सिद्ध्यते न पृच्छामि, परन्तु किमर्थम् इति प्रष्टुं शक्नोमि किम्? अनुनासिकस्य क्विझलोः इति एकं सूत्रमस्ति, तेन विशिष्टसूत्रेण भ्रम् इत्यस्य रूपं भ्राम् दीर्घत्वं भवति. विशिष्टसूत्रेण दीर्घत्वं भूत्वा भ्रान्तवान्, भ्रान्तिः, एतादृशानि रूपाणि भवन्ति. धातुः तु अनुनासिकान्तधातुः, गम् धातुः इव, किन्तु गम् धातोः प्रसङ्गे भिन्नकार्याणि, भ्रम् धातोः प्रसङ्गे भिन्नकार्याणि. तत्र उपधादीर्घत्वं भवति इति कृत्वा भ्रान्तवान्, भ्रान्तिः, एवं रूपाणि. अत्र यानं वदतु. यानं, यानं नपुंसकलिङ्गे अस्ति. अपि च भगिनी ल्युडन्तमपि भवितुमर्हति किल? ल्युडन्तमेव, ल्युडन्तम् एव एव, परन्तु यानं तु, यानं तु नामपदम् अपि च अपि किल. उत्तमम्. दीर्घ आकारान्तधातुः या अस्ति. कस्मिन् गणे अस्ति? अदादिगणे अस्ति. अदादिगणे अस्ति इति कारणतः तस्य लटीरूपं याति, प्रयाति, प्रयातुम्, एतादृशानि रूपाणि सन्ति. याति लटीरूपम् अस्ति. ल्युट् योजनेन यानं, प्र उपसर्गः अस्ति चेत् प्रयाणं, प्रयाणं, प्रयाणम् इत्यत्र विशिष्टसूत्रेण णत्वं भवति इति अन्या वार्ता. किन्तु यानम् इति नपुंसकलिङ्गपदम्. अत्र भगिन्याः प्रश्नः कः इत्युक्ते, धातुतः कृत् प्रत्ययस्य योजनेन निर्मितं पदमेव यानम्. ल्युडन्तपदानि सर्वदा नपुंसकलिङ्गपदानि भवन्ति. आदौ कृत् प्रत्ययस्य योजनेन प्रातिपदिकं सिद्ध्यति. या धातुतः ल्युट् प्रत्ययस्य योजनेन यान इति प्रातिपदिकं सिद्ध्यति. प्रातिपदिकस्य अनन्तरं सुप्रत्ययस्य योजनेन सुबन्तपदं भवति. इत्युक्ते अन्ततो गत्वा सर्वाणि कृदन्तानि सुबन्तानि भवन्ति. उपविश्य वदतु. उपविश्य तत्र उप, उप इति उपसर्गः, अपि च विश् धातु ल्यप् ल्यप् रूपमस्ति उपविश्य. उत्तमं. क्त्वान्तरूपमस्ति चेत् समानकर्तृकयोः पूर्वकाले इति सूत्रम्. समानकर्तृकयोः पूर्वकाले इति सूत्रेण क्त्वान्तरूपं, क्त्वान्तविधायकसूत्रमस्ति समानकर्तृकयोः पूर्वकाले. किन्तु ल्यप्रत्ययस्य विधायकसूत्रमस्ति समासे अनैपूर्वे क्त्वो ल्यप्, समासे अनैपूर्वे क्त्वो ल्यप्. ल्यप् प्रत्ययः पित् अस्ति. ल्यप्रत्ययः कित्वत् प्रवर्तते. कित्वत् प्रवर्तते इत्युक्ते क्त्वा प्रत्ययस्य स्थाने उपसर्गः अस्ति इति कारणतः ल्यप् रूपं सिद्ध्यति. उपसर्गः अस्ति इति कारणतः क्त्वा प्रत्ययस्य स्थाने ल्यप्रत्ययः विहितः भवति. अतः क्त्वा प्रत्ययस्य सर्वे धर्माः ल्यप्रत्यये अपि कार्यं कुर्वन्ति, कित्वमपि भवति. किमर्थं वदन्ती अस्मि? क्त्वा प्रत्ययः कित् अस्ति इति कारणतः गुणवृद्धिनिषेधः भवति क्निति च सूत्रेण. एवमेव ल्यप्रत्यये परे अपि गुणनिषेधः भवति. इत्युक्ते कित्वम् अत्रापि तस्य प्रवर्तनं भवति. उपसर्गः अस्ति इति कारणतः ल्यप् विहितः भवति इति कारणतः ल्यप्रत्यये अपि अध्याहर्तव्याः ते धर्माः इति तत्र वार्ता अस्ति. अग्रे भवती वदतु. तं तद् प्रातिपदिकस्य द्वितीया विभक्ति एकवचनं तम् अस्ति. दृष्टवन्तः, दृष्टवन्तः पुनर् एकवारं तत्र क्तवतु प्रत्ययः अस्ति, अपि च बहुवचने अस्ति अस्ति. दृष् धातुतः इदानीमेव चर्चां कृतवन्तः वयं. तत्र तु अव्ययम् अस्ति. एकः, एकः प्रथमा विभक्तिः अस्ति. आरक्षकः तु अकारः पुंलिङ्गशब्दः एकं मृगं तत्र मृगस्य विशेषणम् अस्ति एकम् अत्रापि मोनुस्वारः इत्यनेन सन्धिः भूत्वा एकम् अनुस्वारः सन्धिः कृतवन्तः सिंहात् पञ्चमी विभक्तिः सिंहतः शब्दतः रक्षितवान् अत्र रक्षितवान् तव तु प्रत्ययः अत्र रक्षति अवधेयम् इति यत् पठितवन्तः वयं तत् रक्षति इति शब्दस्य समीपे अपि पञ्चमी विभक्तिः एव करणीया एकः इति संख्यावाचकपदमस्ति किन्तु पूर्णप्रत्ययान्तशब्दं वक्तुमिच्छामश्चेत् प्रथमः इति वक्तव्यमस्ति पूर्णप्रत्ययान्तशब्दः भिन्नः संख्यावाचकशब्दः भिन्नः आरक्षकः इति पदम् आ उपसर्गपूर्वकः रक्षधातुतः णुवल् योजनेन साधितं महोदय वदतु आरक्षकः आङ्ग् आङ्ग् इति उपसर्गपूर्वक रक्षिधातोः ण्वल् प्रत्ययः योजनेन आरक्षकः इति सिद्ध्यति ण्वल् प्रत्ययः नकारः चुटु इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति एवं ण्वल् लकारः अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति अक इति एव सोरि वु एव अवशिष्यते युवोरनाकौ इति सूत्रेण अक इति आदेशः भवति तदा तस्मात् रक्षयोगे अक रक्षकः इति अन्तिमं रूपं सिद्ध्यति आङ्ग् उपसर्गपूर्वक रक्षकः आरक्षकः इति भवति रक्षधातोः रूपमेव रक्षति मम एकः प्रश्नः अस्ति भवती समापयतु यत् वदन्ति आसीत् रक्षधातोः रूपमेव रक्षति भवन्तः सर्वे श्रुतवन्तः खलु मोहमुद्गरम् इति शङ्कराचार्येण लिखितमस्ति नहि रक्षति डुक्रुञीकरणे इति वाक्यं श्रुतवन्तः अपि च पुराकृतानि पुण्यानि रक्षन्ति इति वाक्यमपि मया श्रुतं पुराकृतानि पुण्यानि रक्षन्ति अत्र रक्षति पञ्चमी विभक्तेः प्रसङ्गे एकं सूत्रमस्ति भीत्रार्थानां भयहेतुः भीत्रार्थानां भयहेतुः इत्युक्ते भयार्थानां त्राणार्थानां च प्रयोगे भयहेतोः अपादानं स्यात् सिंहात् त्रायते इत्युक्ते रक्षणं करोति त्राणार्थे भयार्थे च पञ्चमी विभक्तिः स्यात् भयार्थानां त्राणार्थानां प्रयोग भयहेतुः अपादानं स्यात् भीत्रार्थानां भयहेतुः अत्र पश्यन्तु सिंहात् रक्षितवान् सिंहात् त्रातवान् अथवा सिंहात् त्राणं कृतवान् त्रायते त्रैधातुः खलु महोदय वदतु त्रैधातुः एव त्रै एव त्रायते इति भवति प्रक्रिया वक्तव्यं वा भवान् जानाति खलु गै धातोः रूपं गायति त्रैधातोः रूपं त्रायते ज्ञै धातुः अस्ति चेत् ध्यायति ऐकारान्तधातवः एते भगिनी वदतु आं तर्हि तत्र आदौ वयं चर्चितवन्तः क आयाति तदा लघुः इति प्रतीयते इति बालकः इव अत्रापि तदेव किं चिन्तयितुं शक्नुमः किम् अक आगच्छति न क प्रत्ययः अन्यः अक इति आदेशः भवति किल तत् अन्यं पदम् अन्यप्रत्ययः अत्र रूपसिद्धिः भिन्नरीत्या भवति आरक्षकः रक्षकः इति पदं स्वीकुर्मः चेत् रक्षधातुतः णुवल् योजनेन वु इति कथनेन वकारः उकारः च द्वयोः स्थाने अक आदिष्टः भवति युवोरनाकौ इति सूत्रेण. रक्षक इति पदं कीदृशं पदं? कृदन्तपदं. नुवुल् प्रत्ययः धातुतः विहितः भवति इति कृत्वा रक्षक इति प्रातिपदिकं नुवुल् प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकमस्ति. सर्वाणि कृदन्तानि अन्ततो गत्वा सुबन्तानि एव भवन्ति. किन्तु बालक इत्यत्र भिन्नकार्यमस्ति. भवन्तः सर्वे श्रुतवन्तः खलु, चोरात् भीतिः, व्याघ्रात् भीतिः, अहेः जनाः भीताः भवन्ति. भवन्तः सर्वे श्रुतवन्तः खलु, अहिः सर्पात् सर्पात् इति. अहिः इत्युक्ते सर्पः. वृश्चिकभीतिः, वृकभीतिः, चोरभीतिः इत्यादीनि पदानि, समस्तपदानि. तेषु पदेषु पञ्चमी तत्पुरुषसमासः अस्ति. वृकभीतिः, वृकभीः, वृश्चिकभीतिः, वृश्चिकभीः, इमानि पदानि समस्तपदानि. महोदय, भवान् जानाति वा अहिनकुलम्? अहिनकुलम् आम् जानामि. समाहारद्वन्द्वम् एव. अहिः अहिश्च नकुलश्च तेषां सारि तयोः समाहारः अहिनकुलम् इति समाहारद्वन्द्वसमासः. उत्तमं, समाहारद्वन्द्वसमासः अस्ति. यदि वैरी अस्ति, यदि द्वयोः मध्ये वैरि वैरभावः एन्मिटि वैरस् भावः अस्ति चेत् समाहारः भवितुम् अर्हति. समाहारद्वन्द्वसम् भवितुम् अर्हति इति न वदामः, भवितव्यं. भवितव्यं तदेव. ओके, उत्तमं. वैरी इति नकारान्तपदमस्ति. वैरी, वैरिणौ, वैरिणः इति बहुवचनरूपं भवति. नकारान्तपदमस्ति. यत्र द्वयोर्मध्ये वैरभावः अस्ति, शत्रुभावः अस्ति, वैरभावः अस्ति चेत् तदा समाहारद्वन्द्वः करणीयः इति नियमः अस्ति. तदर्थमेव अहिनकुलम् इति समाहारद्वन्द्वसमासे. भावः किं भवति किल? वैरिणः वैर्यं वा या वीर्यं? वीर्यं न, वैर्यं वा या तदितप्रत्ययः किं भवति? अण् प्रत्ययः. वैरता वा अन्य अन्य वैर्यं वैर्यम् इति भवितव्यं न वैरत्वम्. ई प्रत्ययः, इणि प्रत्ययः. यस्मिन् गुणाः सन्ति सः गुणी. यस्मिन् गुणाः सन्ति सः गुणी, तत्र इणि प्रत्ययः अस्ति. एवमेव वैर इति प्रातिपदिकं स्वीकृत्य इणि प्रत्ययस्य योजनेन वैरी इति रूपं सिद्ध्यति. तत्र प्रातिपदिकमस्ति वैरिन्. वैरिन् इति कथनेन पुल्लिङ्गपदं भवति किल, परन्तु इणि प्रत्ययस्य योजनेन स्त्रीलिङ्ग पदं सिद्ध्यति किल? कः तत्र गुणी इति पुंलिङ्गे भवति चेत् गुणिनी इति स्त्रीलिङ्गे भवति. एवमेव वैरी इति पुंलिङ्गे भवति, स्त्रीलिङ्गे वैरिणी इति भवति. अस्तु, अग्रे किञ्चित् पठित्वा समापयामः. सूर्यकुमारी भगिनी, भवती पठतु. कदा ततः गृहम् आगतवान्? प्रश्नवाचकं किञ्चित् वदतु. कदा कदा अवयमस्ति. ततः पञ्चमी एकवचनं तत्शब्दः. गृहं प्रथमा द्वितीयविभक्ति एकवचनम्. आगतवान् आङ् उपसर्गः गम् धातुतः तावत् आगतवान्. वदतु भगिनि. ततः तु कदा तु अव्ययमस्ति. उत्तमं प्रश्न. ककारः ककारेषु एकः ककारः, अपि च ततः तद्धितान्तः किल भगिनि, इतः इव. उत्तमं. तदा, यदा, कदा, इमानि पदानि तद्धितप्रत्ययान्तपदानि, अव्ययानि. तत्र एकं विशिष्टं सूत्रमस्ति, तेन सूत्रेण इमानि पदानि अव्ययानि भवन्ति. अत्र प्रातिपदिकमस्ति किं. किम् इति प्रातिपदिकं स्वीकृत्य दा एव प्रत्ययः अस्ति. दा प्रत्ययस्य योजनेन एव कदा विग्रहवाक्यं किं भवति? किं दा प्रत्ययस्य योजनेन विग्रहवाक्यं किमर्थं योजितव्यं? सप्तम्यर्थे इत्युक्ते कस्मिन् काले इत्यस्मिन् अर्थे एव तत्र दा प्रत्ययः युज्यते. सर्वदापि भवितुमर्हति. सर्वदापि भवितुमर्हति. पञ्चम्यर्थे त्रल् प्रत्ययः, कुत्र, अत्र, तत्र, यत्र इत्यादीनि पदानि त्रल् प्रत्ययस्य योजनेन निर्मितानि भवन्ति. पञ्चम्यर्थे तेषां प्रयोगः भवति. कदा इत्यत्र कस्मिन् काले इत्युक्ते सप्तम्यर्थे द इति प्रत्ययः विहितः भवति. गम् धातुः अनिट् धातुः, किन्तु गमिष्यति विशिष्टसूत्रेण तत्र इडागमः दृश्यते. गम् धातुः अनिट् धातुः इति कृत्वा गतवान् इति रूपं सिद्ध्यति, किन्तु विशिष्टसूत्रेण गमिष्यति इति रूपम् आयाति. अग्रे गन्तव्यं. सूर्यकुमारी भगिनी, भवती एव वदतु अग्रे. भगिनि, नववादनात् द्विवादनपर्यन्तम् अहं जन्तुशालायाम् एव आसम्. द्विवादने जन्तुशालायाः बहिः आगतवान्. चतुर्वादने गृहं प्राप्तवान्. पञ्चमवादनात् परम् अहं मम गृहे एव आसम्. नववादनात् पञ्चमीपति एकवचनं द्विवादनपर्यन्तं समस्तपदमस्ति. पर्यन्तं नपुंसकलिङ्गं पदम्. अहम् अस्मत्सप्तस्य एकवचनं. जन्तुशालायां सप्तमी एकः दोषः अस्ति इति मन्ये. वदतु. गृहे एव इति कथनेन दोषः भवति किल. गृह एव इति कथितव्यं किल. तत्र शाकल्यस्य लोपः भवति किल. गृह एव इति भवितव्यं किल. वाक्येषु सन्धिकार्यं कृत्वा लेखितुमिच्छति चेत् साधु, नो चेदपि साधु. एकः श्लोकः अस्ति. श्लोकः किं वदति इत्युक्ते, समासप्रसङ्गे सन्धिः नित्यः. यत्र उपसर्गः अस्ति तत्र सन्धिः नित्यः. किन्तु वाक्ये तु अस्माकम् इच्छानुगुणं भवति. सन्धिः करणीयः, सन्धिः नित्यः इति नियमः तु वाक्ये नास्ति. सन्धिकार्यं कुर्मः चेत् किं भवति रूपम्? गृहे गृहै भवति. तदनन्तरं यकारस्य शाकल्यलोपः भवति. तदनन्तरं गृह एव इति अन्तिमं रूपं सिद्ध्यति. गृह एव, गृहे एव आसम्. तत्र सप्तमीरूपं किमर्थमस्ति? सप्तमीरूपम् अत्र गृहे भवति किल. तस्य गृहस्य अन्ते भवति किल. तद् अधिकरणं भवति. अधिकरणमस्ति इति कारणतः गृहे, गृहम् आगतवान् इति भवति. तत्र गृहम् आगतवान् इत्यत्र द्वितीयविभक्तिरूपं कर्मपदं सम्भवति. किमर्थं चेत् गम् धातुः सकर्मकधातुः इति कृत्वा गृहम् आगतवान्. किन्तु गृहे आसम्. आसम् इति अस्धातोः रूपम् अस्ति. अस्धातोः रूपम् अस्ति, स्तः, सन्ति. किन्तु अत्र लङ्लकाररूपं दत्तमस्ति. आसम्, आस्व, आस्म एवं रूपाणि भवन्ति. इदानीं भगिनी भवती वदतु. द्विवादिने जन्तुशालायाः बहिः आगतवान्. द्विवादने जन्तुशालायाः पञ्चमी एकवचनं. बहिः, बहिःशब्दः अस्ति चेत् पञ्चमी विभक्ति पदमस्ति. आगतवान् आङ् उपसर्गपूर्वक गम् धातुतः तावत्. चतुर्वादने गृहं प्राप्तवान्. चतुर्वादने सप्तमी एकवचनं. गृहं द्वितीय एकवचनं. प्राप्तवान् प्रा उपसर्गः आपुधातुतः तावतु. प्राप्तवान् पञ्चवादनात् पञ्चमी एकवचनं. परम् अस्ति चेत् परं शब्दस्य पूर्वपदं पञ्चमी विभक्ति भवति. अहं मम गृहे एव आसम्. मम षष्ठी एकवचनं. गृहे सप्तमी एकवचनम् एव अव्ययम् आसम् असुधातुतः उत्तमपुरुषस्य एकवचनम् लङ्लकारः वादनम् इत्यपि लुडन्तपदमस्ति द्विवादनं नववादनात् आरभ्य इति अर्थः यद्यपि आरभ्य इति न उक्तमस्ति नववादनात् द्विवादनपर्यन्तम् इति वदनेन तत्र आरभ्य इति पदम् अध्याहर्तव्यमस्ति आरभ्य इत्यस्मिन् स्थाने प्रभृति इति पदमपि योजयितुं शक्नुमः प्रभृति इति उपपदमस्ति चेदपि पञ्चमीविभक्तिः भवितुम् अर्हति अपि च पश्यन्तु आप् धातुः सकर्मकधातुः अतः गृहं प्राप्तवान् आप् धातोः रूपाणि एव व्याप्तिः प्राप्तिः सम्प्राप्तिः समाप्तिः अतिव्याप्तिः अभिव्याप्तिः परिव्याप्तिः इमानि पदानि आप् धातोः रूपाणि क्तिन् प्रत्ययस्य योजनेन निर्मितानि भगिनी वदतु व्याप्तिः तत्र किमस्ति व्याप्तिः व्याप्तिः व्याप्तिः आप् अस्ति वि उपसर्गपरः आप् धातुतः क्थिन् प्रत्ययः अस्ति चेत् व्याप्तिः भवति प्राप्तिः प्रा उपसर्गपरः आप् धातुतः क्थिन् सम्प्राप्तिः सम् उपसर्गपरः प्रा आप् धातुतः सं प्रा संयोगः प्रायोगः आप् योगः क्तिन् समाप्तिः संयोगः संयोगः आप्योगः क्तिन् उत्तमम् अतिव्याप्तिः अतिथि अतिव्याप्तिः भवन्तः सर्वे श्रुतवन्तः न्यायशास्त्रे अतिव्याप्तिदोषः इति एकः विषयः अस्ति इन्क्लूसिव् अधि योगः वि योगः आप् योगः क्तिन् उत्तमम् अतियोगः वि योगः आप् योगः क्तिन् इति रूपम् अस्ति मम गृहम् एवमेव मम शरीरम् इति वक्तव्यं न तु अहं शरीरम् पश्यन्तु इतोपि अन्यत् पदम् अत्र दत्तमस्ति परं पूर्वं परम् एतत् पदद्वयमस्ति चेदपि पञ्चमी विभक्तिः भवति तस्मात् पूर्वं तस्मात् परं पूर्वम् इत्यपि उपपदमस्ति परमपि उपपदमस्ति पूर्वं परम् आरभ्य प्रभृति बहिः ऋते ईदृशानि पदानि उपपदानि एतेषां योगे पञ्चमी विभक्तिः स्यात् उदाहरणार्थम् एकं वाक्यं वदामि उत्थानात् परम् अहं देवं नमस्करोमि उत्थानात् परम् इत्युक्ते वदतु उत्थानम् उत्थायोगः परं योगः परं महोदय भवान् वदतु स्थादातोः लुडन्तं योजनेन उत् पूर्वक स्थादातोः ल्युडन्तं स्थायोगे ल्युट् लकारस्य लषक् वर्तते तेति सूत्रेण इत्संज्ञा भूत्वा लोपः गच्छति टकारस्य हलन्त्यमिति सूत्रेण लोपः भवति तदनन्तरं यु एव अवशिष्यते युवरोनको इति सूत्रेण अन इति आदेशः भवति तदनन्तरं स्थायोगे अन स्थानं भवति उत्योगे स्थानम् उत्थानम् इति भवति तत्र एकं सन्धिसूत्रम् आवश्यकम् उदः स्थास्तम्भो पूर्वस्य सकारस्य लोपः भवति किल स्थाधातोः रूपमेव उत्थानम् सन्धिः अपि अस्ति जलां जसो जेसि सूत्रेण स्था भवति मुख्यतया उदः स्थास्तम्भो पूर्वस्य इति सूत्रेण उत्थानम् उत्थापनम् इत्यादीनि रूपाणि भवन्ति उत्थानम् इत्यत्र णिच् नास्ति उत्थापनम् इत्यत्र णिच् अस्ति उत्थापयति इति णिच् युक्तं लटीरूपं भवति उत्थापयति णिच् नास्ति चेत् उत्तिष्ठति. एतावत् पर्याप्तम् अद्य. वयं सर्वे मिलित्वा उत्तमरीत्या चिन्तनं कृतवन्तः. सर्वेषां धन्यवादाः. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः.